परा च कामाननुयन्ति बालाः ते मृत्योर्यन्ति विततस्य पाशम् अथ धीरामृतत्वं विदित्वा ध्रुवम् अध्रुवेषैः न प्रार्थयन्ते यत्तावत् स्वाभाविकं पराग् एव अनात्मदर्शनं तदात्मदर्शनस्य प्रतिबन्धकारणम् अविद्य तत्प्रतिकूलत्वात्तु या च परागेव अविद्य उपप्रदर्शितेषु दृष्टादृष्टेषु भोगेषु तृष्णा ताभ्याम् अविद्यातृष्णाभ्यां प्रतिबद्ध आत्मदर्शनः परा च बहिर्गतानेव कामान् काम्यान् विषयान् अनुयन्ति अनुगच्छन्ति बालः अल्पप्रज्ञः ते तेन कारणेन मृत्योः अविद्याकामकर्मसमुदायस्य यन्ति गच्छन्ति विततस्य विस्तीर्णस्य सर्वतोव्याप्तस्य पाशम् पाश्यते बध्यते येन तं पाशं देहीन्द्रियादिसंयोगवियोगलक्षणम् अनवर्थं जन्ममरणजरारोगादि अनेक अनर्थव्रातं प्रतिपद्यन्ते इत्यर्थः यतः एवम् अथ तस्मात् धीराः विवेकिनः प्रत्यगात्मस्वरूप अवस्थानलक्षणम् अमृतत्वं ध्रुवं विदित्वा देवादि अमृतत्वं हि अध्रुवम् इदं तु प्रत्यगात्मस्वरूप अवस्थानलक्षणं ध्रुवं न कर्मणा वर्धते नोकनीयानिति श्रुतेः तदेवं भूतं कूटस्थम् अविचारि अमृतत्वं विदित्वा अध्रुवेषु सर्वपदार्थेषु अनित्येषु निर्धार्य ब्राह्मणाः इह संसारे अनर्थप्राये न प्रार्थयन्ते किञ्चिदपि प्रत्यगात्मदर्शनप्रतिकूलत्व पुत्रवित्तलोकैषणाभ्यो विद्युष्टन्त्येव इत्यभिप्रायः येन रूपं रसं गन्धं शब्दान् स्पर्शांश्च मैथुनान् एतेनैव विजानाति किमत्र परिशिष्यते एतद्वै तत् यद्विज्ञान न किञ्चिदन्यत् प्रार्थयन्ति ब्राह्मणाः कथं तदधिगमः इति उच्यते येन विज्ञानस्वभावेन आत्मना रूपं रसं गन्धं शब्दान् स्पर्शांश्च मैथुनान् मैथुननिमित्तान् सुखप्रत्ययान् विजानाति विस्पष्टं जानाति सर्वलोकः ननु नैवं प्रसिद्धिः लोकस्य आत्मना देहादिविलक्षणेन अहं विजानामि इति देहादिसङ्गात् अहं विजानामि इति तु सर्वो लोक अवगच्छति ननु देहादिसङ्गातस्यापि शब्दादिस्वरूपत्वविशेष विज्ञेयत्वविशेषाच्च न युक्तं विज्ञातृत्वं यदि हि देहादिसङ्गातः रूपाध्यात्मकः सन् रूपादीन् विजानीय तर्हि बाह्यापि रूपादेव अन्योन्यं स्वं स्वं रूपं च विजानीयं न च एतदस्ति तस्मात् देहादिलक्षणाश्च रूपादीन् एतेनैव देहादिव्यतिरिक्तेनैव विज्ञानस्वभावेन आत्मना विजानाति लोकः यथा येन लोहो दहति सो अग्निः इति तद्वन् आत्मना अविज्ञेयि किम् अत्र अस्मिन् लोके परिशिष्यते न किञ्चित् परिशिष्यते सर्वमेव तु आत्मना विज्ञेयि यस्य आत्मनो अविज्ञेयं न किञ्चित् परिशिष्यते स आत्मा सर्वज्ञः एतद्वै तत् किं तत् यन्नचिकेत्स पृष्टं देवादिभिरपि विचिकित्सितं धर्मादिभ्यो अन्यत् विष्णोः परमं पदं यस्मात् परं नास्ति तद्वै एतत् अधिगतम् इत्यर्थः स्वप्नान्तं जागरितान्तं च उभौ येनानपश्यति महान्तं विभुमात्मानं मत्वा धीरो न शोचते अतिसूक्ष्मत्वातो दुर्विज्ञेयमिति मत्वा एतमेव अर्थं पुनः पुनः स्वप्नान्तं स्वप्नमध्यं स्वप्नविज्ञेयम् इत्येतत् तथा जागरितान्तं जागृतमध्यं जागृतविज्ञेयञ्च उभौ स्वप्नजागृतान्तौ येन आत्मना अनुपश्यति लोकः इति सर्वं पूर्ववत् तं महान्तं विभुम् आत्मानं मत्वा अवगम्य आत्मभावेन साक्षादहमस्मि परमात्मा इति धीरः न शोचति ययिमम् अद्भुतं वेद आत्मानं जीवमन्तिकात् ईशानं भूतभव्यस्य न ततो विजुगुप्सते एतद्वैततं किञ्च यः कश्चिन् इमम् अद्भुतं कर्मफलभुजं जीवं प्राणादिकलापस्य धारितारम् आत्मानं वेद विजानाति अन्तिक अन्तिके समीपे ईशान ईशितारम् भूतभव्यस्य कालत्रयस्य ततः तद्विज्ञानाद्वूर्ध्वम् आत्मानं न विजुगुप्सते न गोपायितुमिच्छति अभयप्राप्तत्व यावद्धि भयमध्यस्थः अनित्यम् आत्मानं मन्यते तावत् गोपायितुम् इच्छति आत्मानं। यदा तु नित्यम् अद्वैतम् आत्मानं विजानाति तदा कः किं कुतो वा गोपायितुम् इच्छेत्। एतद्वैतदिति पूर्वत यः पूर्वं तपसो जातं मद्भ्यः पूर्वम् अजायत गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत एतद्वैतत। यः प्रत्यगात्मेश्वरभावेन निर्दिष्टः सः सर्वात्मा इति एतद् दर्शयति। यः कश्चिन्मुमुक्षुः पूर्वं प्रथमं तपसः ज्ञानादिलक्षणात् ब्रह्मणः इत्येतं जातम् उत्पन्नं हिरण्यगर्भं किम् अपेक्षापूर्वमिति अहम् अद्भ्यः पूर्वम् अप्सहितेभ्यः पञ्चभूतेभ्यः न केवलाभ्यो अद्भ्यः इत्यभिप्रायः अजायत उत्पन्नः यः तं प्रथमजं देवादिशरीराणि उत्पाद्य सर्वप्राणिगुहां हृदयाकाशं प्रविश्य तिष्ठन्तं शब्दादीन् उपलभ्यमानं भूतेभिः भूतैः कार्यकरणलक्षणैः सह तिष्ठन्तं यो व्यपश्यत यः पश्यति इत्येतत्। य एवं पश्यति स एतदेव पश्यति यत्तत् प्रकृतं ब्रह्म। या प्राणेन सम्भवति अदितिर्देवतामयीं गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत एतद्वैततम्। किञ्च या सर्वदेवतामयीं सर्वदेवतात्मकप्राणेन हिरण्यगर्भरूपेण परस्मद्ब्रह्मणः सम्भवति शब्दादीनाम् अदनातु अदितिः तां पूर्ववद्गुहां प्रविश्य तिष्ठन्तीम् अदितिं तामेव विषनष्टीं या भूतेभिः भूतैः समन्विता विजायत उत्पन्ना इत्येतत्। अरण्योर्निहितो जातवेदा गर्भैव सुभृतो गर्भिणीभिः दिवे दिवैड्यो जागृवद्भिः हविष्मद्भिः मनुष्येभिः अग्निः एतद्वैततम्। किञ्च यः अधियज्ञम् उत्तराधर अरण्योः निहितः स्थितः जातवेदः अग्निः पुनः सर्वहविषां भोक्त अध्यात्मं च योगिभिः गर्भैव गर्भिणीभिः अन्तर्वर्तिनीभिः अगर्हित अन्नभोजनादिना यथा गर्भः सुवृतः सुष्ठु सम्यक् वृतो लोके इत्थमेव ऋत्विग्भिः योगिभिश्च सुवृतः इत्येतत्। किञ्च दिवे दिवे अहनि अहनि ईड्यः स्तुत्यः वन्द्यश्च कर्मिभिः योगिभिश्च अध्वरे हृदये च जागृवद्भिः जागरणशीलैः अप्रमत्तैः इत्येतत्। हविष्मद्भिः आज्यादिमद्भिः ध्यानभावनावद्भिश्च मनुष्येभिः मनुष्यैः अग्निः एतद्वैतत् तदेव प्रकृतं ब्रह्म। यतश्चोदेति सूर्यः अस्तं यत्र च गच्छति तं देवाः सर्वे अर्पिताः तदुनात्येति कश्चन एतद्वैततम्। किञ्च यतश्च यस्मात् प्राणात् उदेति उत्तिष्ठति सूर्यः अस्तं निम्लोचनं तिरोधानं यत्र यस्मिन्नेव च प्राणे अहनि अहनि गच्छति तं प्राणम् आत्मानं देवाः सर्वे अग्न्यादयः अधिदैवं वागादयश्च अध्यात्मं सर्वे विश्वे अराइव रथनाभवर्पितः सम्प्रवेशितः स्थितिकात् सोऽपि ब्रह्मैव त एतत् सर्वात्मकं ब्रह्म उ नाक्येति न अतीत्य तदात्मकतां तदन्यत्वं गच्छति कश्चन कश्चिदपि एतद्वैतत्। यदेवैह तदमुत्र यदमुत्र तदन्व्यहं मृत्योऽस्य मृत्युमाप्नोति यह्यनानेव पश्यति। यद्ब्रह्मादिस्थावरान्तेषु वर्तमानं तत्तदुपाधित्वात् अब्रह्मवत् अवभासमानं संसारी अन्यत् परस्मात् ब्रह्मणः इति मा भूत् कस्यचिद् आशङ्क इत्यधिमः। यदेवैह कार्यकारणोपाधिसमन्वितं संसारधर्मवत् अवभासमानम् अविवेकिनः तदेव स्वात्मस्थम् अमुत्र नित्यविज्ञानगणस्वभावं सर्वसंसारधर्मवर्जितं ब्रह्म। यच्च अमुत्र अमुष्मिन्नात्मनि स्थितं तदनु इह तदेव इह कार्यकरणनामरूप उपाधिम् अनु विभाव्यमानं नान्यत्। तत्रैवं सति उपाधिस्वभावभेददृष्टिलक्षणया अविद्यया मोहितः सन् यैः ब्रह्मणि अनानाभूते परस्मादन्योऽहं मत्वा अन्यत्परं ब्रह्मेति नानेव भिन्नमेव पश्यति उपलभते। स मृत्योः मरणातो मृत्युं मरणं पुनः पुनः जनमरणभावम् आप्नोति प्रतिपद्यते तस्मात् तथा न पश्ये विज्ञानैकरसं नैरन्तर्येण आकाशोत्परिपूर्णं ब्रह्मैव अहमस्मीति पश्येदिति वाक्यर्थः। मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन मृत्योस्समृत्युं गच्छति यैह नानेव पश्यति। प्रागेकत्वविज्ञानात् आचार्यागमसंस्कृतेन मनसा एव इदं ब्रह्म एकरसम् आप्तव्यम्, आत्म एव अन्यदस्ति इति। आप्ते च नानात्वप्रत्यवस्थापिकायाः अविद्यायाः निवृत्तत्व यः ब्रह्मणि नाना नास्ति किञ्चन अणुमात्रमपि। यस्तु पुनः अविद्यातिमिरदृष्टिं न मुञ्चति यः ब्रह्मणि नानेव पश्यति, स मृत्योः मृत्युं गच्छत्येव स्वल्पमपि भेदम् अध्यारोपयन् इत्यर्थः। अङ्गुष्टमात्रपुरुषो मध्यात्मनि तिष्ठति, ईशानं भूतभव्यस्य न ततो विजगुप्सते, एतद्वै तत्। पुनरपि तदेव प्रकृतं ब्रह्माः अङ्गुष्टमात्रः, अङ्गुष्टपरिमाणः, अङ्गुष्टपरिमाणं हृदयपुण्डरीकं, तच्छिद्रवर्ति अन्तःकरणोपाधिः अङ्गुष्टमात्रः, अङ्गुष्टमात्रवंशपर्वमध्यवर्ति अम्बरवत्। पुरुषः पूर्णमनेन सर्वमिति, मध्ये आत्मनि शरीरे तिष्ठति यः तम् आत्मानम् ईशानं भूतभव्यस्य विदित्वा न ततः इत्यादि पूर्वत्। अङ्गुष्टमात्रपुरुषो ज्योतिरिवाधूमकः, ईशानो भूतभव्यस्य स एवाद्य सुश्वः, एतद्वै ततम्। किञ्च अङ्गुष्टमात्रः पुरुषः ज्योतिरिव अधूमकः, अधूमकमिति युक्तं ज्योतिःपरत्व। यस्तु एवं लक्षितो योगिभिः हृदये ईशानः भूतभव्यस्य, स एव नित्यः कूटस्थः अद्य इदानीं प्राणिषु वर्तमानः, सौश्वोऽपि वर्तिष्यते, न अन्यः तत्समो अन्यश्च जनिष्यते इत्यर्थः। अनेन नायमस्थीति चैके इति अयं पक्षः ज्ञायतो अप्राप्तोऽपि स्ववचनेन श्रुत्या प्रत्युक्तः, तथा क्षणभङ्गवादश्च। यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति, एवं धर्मान् पृथक्पश्यन्स्तानेवानुविधावति। पुनरपि भेददर्शनपवादं ब्रह्मणाः यथा उदकं दुर्गे, दुर्गमे देशे उच्छ्रिते वृष्टं सिक्तं पर्वतेषु पर्वत्सु निम्नप्रदेशेषु विधावति, विकीर्णं स तु विनश्यति। एवं धर्मान् आत्मनो अभिन्नान् पृथक् पश्यन्, पृथगेव प्रतिशरीरं पश्यन्, तानेव शरीरभेदानुवर्तिनः अनुविधावति। शरीरभेदमेव पृथक् पुनः पुनः प्रतिपद्यते इत्यर्थः। यथोदकं शुद्धे शुद्धम् आसिक्तं तादृगेव भवति, एवं मुनेः विजानतः आत्मा भवति गौतम। अस्ति पुनः विद्यावतः विद्वस्त उपाधिकृतभेददर्शनस्य विशुद्धविज्ञानघनैकरसम् अद्वयम् आत्मानं पश्यतः विजानतः मुनेः मननशीलस्य आत्मस्वरूपं कथं सम्भवति इति उच्यते। यथा उदकं शुद्धे प्रसन्ने, शुद्धं प्रसन्नम् आसिक्तं प्रक्षिप्तम् एकरसमेव न अन्यथा, तादृगेव भवति आत्मापि एवमेव भवति एकत्वं विजानतः मुनेः मननशीलस्य हे गौतम। तस्मात् कुतार्किकभेददृष्टिं नास्तिकदृष्टिं च उज्झित्वा मातृपितृसहस्रेभ्योऽपि हितैषिण वेदेन उपदिष्टम् आत्मैकत्वदर्शनं शान्तदर्पैः आदरणीयमित्यर्थः। इति चतुर्थवल्लीभाष्यम्।